मरणद्वारेणापि यत्फलं प्राप्यते तदपि सङ्गरागहेतुकं सर्वं गौणमेव इति दर्शयन्नाः यदा सत्त्वे प्रवृद्धेतुं प्रलयं याति देहव्रतं तदोत्तमविदां लोकम् अमलां प्रतिपद्यते। यदा सत्त्वे प्रवृद्धे उद्भूतेतु प्रलयं मरणं याति प्रतिपद्यते देहवृदात्मा तदा उत्तमविदां महदादितत्त्वविदाम् इत्येतं लोकम् अमलां मलरहितान् प्रतिपद्यते प्राप्नोति इत्येतत्। राजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा प्रलीनस्तमसि मूढयोनिषु जायते। राजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते तथा तद्वदेव प्रलीनः मृतः तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते। अतीतश्लोकार्थस्य संक्षेपः उच्यते कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलं रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम्। कर्मणः सुकृतस्य सात्विकस्य इत्यर्थः आहुः शिष्टः सात्विकम् एव निर्मलं फलम् इति रजसस्तु फलं दुःखं राजसस्य कर्मणः इत्यर्थः कर्माधिकारात् फलमपि दुःखमेव कारणानुरूप्य राजसमेव तथा अज्ञानं तमसः तामसस्य कर्मणः अधर्मस्य पूर्ववत्। किञ्च गुणेभ्यो भवति सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च प्रमादमोहौ तमसो भवतो ज्ञानमेव च। सत्त्वाल्लब्धात्मक सञ्जायते समुत्पद्यते ज्ञानं रजसो लोभ एव च प्रमादमोहौ च उभौ तमसो भवतः अज्ञानमेव च भवति। किञ्च ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तस्थ अधो गच्छन्ति तामसाः। ऊर्ध्वं गच्छन्ति देवलोकादिषु उत्पद्यन्ते सत्त्वस्थाः सत्त्वगुणवृत्तस्थाः मध्ये तिष्ठन्ति मनुष्येषु उत्पद्यन्ते राजसाः जगन्यगुणवृत्तस्थाः जगन्यश्च असौ गुणश्च जगन्यगुणः तमः तस्य वृत्तं निद्रार्स्यादि तस्मिन् स्थिताः जगन्यगुणवृत्तस्थाः मूढाः अधः गच्छन्ति पश्वादिषु उत्पद्यन्ते तामसः। पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषु सुखी दुःखी मूढः अहमस्मि इत्यं रूपः यः सङ्गः तत्कारणं पुरुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्य इति समासेन पूर्वाध्याये यत् उक्तं तत् इह सत्त्वं रजस्तमिति गुणाः प्रकृतिसम्भवाः इति आरभ्य गुणस्वरूपं गुणवृत्तं स्ववृत्तेन च गुणानां बन्धकत्वं गुणवृत्तनिबद्धस्य च पुरुषस्य या गतिः इत्येतत् सर्वं मिथ्याज्ञानमूलं बन्धकारणं विस्तरेण उक्त अधुना सम्यक् दर्शनात् मोक्षो वक्तव्यः इत्यतः भगवान् नान्यं गुणेभ्यः कर्तारं यथा द्रष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति। न अन्यं कार्यकरणविषयाकारपरिणतेभ्यः गुणेभ्यः कर्तारम् अन्यं यदा द्रष्टा विद्वान् सन् न अनुपश्यति गुणा एव सर्वावस्थाः सर्वकर्मणां कर्तारः इत्येवं पश्यति। गुणेभ्यश्च परं गुणव्यापारसाक्षीभूतं वेत्ति मद्भावं मम भावं सः द्रष्टा अधिगच्छति। कथम् अधिगच्छति इति उच्यते गुणानीतानधीत्यत्रीं देही देह समुद्भवान् जन्ममृत्युजरादुःखैः विमुक्तोऽमृतमश्नुते। गुणान् एतान् यथोक्तान् अतीत्य जीवन्नेव अतिक्रम्य मायोपाधिभूतान् त्रीन् देहि देहसमुद्भवान् देहोत्पत्तिबीजभूतान् जन्ममृत्युजरादुःखैः जन्म च मृत्युश्च जरा च दुःखानि च जन्ममृत्युजरादुःखानि तैः जीवन्नेव विमुक्तः सन् विद्वान् अमृतमश्नुते। एवम् मद्भावम् अधिगच्छति इत्यर्थः। जीवन्नेव गुणान् अतीत्य अमृतम् अश्नुते इति प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणानीतान् अतीतो भवति प्रभो किमाचारः कथं चैतान् त्रीन् गुणानतिवर्तते। कैः लिङ्गैः चिह्नैः त्रीन् एतान् व्याख्यातान् गुणान् अतीतः अतिक्रान्तः भवति प्रभो। किम् आचारः कः अस्य आचारः इति किम् आचारः कथं केन च प्रकारेण एतान् त्रीन् गुणान् अतिवर्तते अतीत्य वर्तते। गुणातीतस्य लक्षणं गुणातीतत्वोपायं च अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवान् उवाच। यत्तावन् कैः लिङ्गैः युक्तो गुणातीतो भवति इति तच्छृणु। श्रीभगवानुवाच प्रकाशञ्च प्रवृत्तिञ्च मोहमेव च पाण्डव न द्वेष्टिसंप्रवृत्तानि न निवृत्तानि कांक्षति। प्रकाशञ्च सत्त्वकार्यं प्रवृत्तिञ्च रजःकार्यं मोहमेव च तमःकार्यम् इत्येतानि न द्वेष्टि संप्रवृत्तानि सम्यग् विषयभावेन उद्भूतानि। मम तामसप्रत्ययो जातः तेन अहं मूढः तथा राजसी प्रवृत्तिः मम उत्पन्ना दुःखात्मिकः तेन अहं रजसा प्रवर्तितः प्रचलितः स्वरूपः। कष्टं मम वर्तते यः अयं मत्स्वरूप अवस्थानात् भ्रंशः तथा सात्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे च सञ्जयन् बध्नाति इति तानि द्वेष्टि असम्यक् दर्शित्वेन तत् एवं गुणातीतो न द्वेष्टि संप्रवृत्तानि। यथा च सात्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति न तथा गुणातीतो निवृत्तानि काङ्क्षति इत्यर्थः। एतत् न परप्रत्यक्षं लिङ्गं किं तर्हि स्वात्मप्रत्यक्षत्व आत्मार्थमेव एतद् लक्षणं न हि स्वात्मविषयं द्वेषाम् आकाङ्क्षां वा परः पश्यति। अथ इदानीं गुणातीतः किम् आचारः इति प्रश्नस्य प्रतिवचनम् आह उदासीनवदासीनो गुणैर्यो न विचाल्यते गुणा वर्तन्ते इत्येव योऽवतिष्ठति नेङ्गते। उदासीनवत् यथा उदासीनः न कस्यचित् पक्षं भजते तथा अयं गुणातीतत्वोपायमार्गे अवस्थितः आसीनः आत्मवे गुणैः यः सन्न्यासी न विचाल्यते विवेकदर्शनावस्थातः। तदेतस्फुटीकरोति गुणाः कार्यकरणविषयाकारपरिणताः अन्योन्यस्मिन् वर्तन्ते इति यः अवतिष्ठति। छन्दोभङ्गवयात् परस्मैपदप्रयोगः योऽनु तिष्ठति इति वा पाठान्तरं न इङ्गते न चलति स्वरूपावस्था एव भवति इत्यर्थः। किञ्च सामदुःखसुखस्वस्थः सामलोष्टाश्मकाञ्चनः तुल्यप्रियाप्रियो धीरः तुल्यनिन्दात्मसंस्तुतिः। समदुःखसुखः समे दुःखसुखे यस्य सः समदुःखसुखः स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः। समलोष्टाश्मकाञ्चनः लोष्टं च अश्मा च काञ्चनं च लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियः प्रियञ्च अप्रियञ्च प्रियाप्रिये तुल्ये समे यस्य सोऽयं तुल्यप्रियाप्रियः। धीरः धीमान् तुल्यनिन्दात्मसंस्तुतिः, निन्दा च आत्मसंस्तुतिश्च निन्दात्मसंस्तुतिः। तुल्ये निन्दात्मसंस्तुतिः यस्य यतेः सः तुल्यनिन्दात्मसंस्तुतिः। किञ्च मानापमानयोस्तुल्यः तुल्यो मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातीतः स उच्यते। मानापमानयोः तुल्यः समः निर्विकारः, तुल्यः मित्रारिपक्षयोः। यद्यपि उदासीना भवन्ति केजे स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारिपक्षयोरिव भवन्ति इति तुल्यो मित्रारिपक्षयोः इत्यः। सर्वारम्भपरित्यागः, दृष्टादृष्टार्थानि कर्माणि आरभ्यन्ते इति आरम्भः। सर्वान् आरम्भान् परित्यक्तुं शीलम् अस्य इति सर्वारम्भपरित्यागः। देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरित्यागः इत्यर्थः। गुणातीतः सः उच्यते, उदासीनव इत्यादि गुणातीतः स उच्यते इत्येतदन्तम् उक्तं यावत् यत्नसाध्यं तावत् संन्यासिनः अनुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः। स्थिरीभूतं तु स्वसंवेद्यं सत् गुणातीतस्य यतेः लक्षणं भवति इति। अधुना कथं च त्रीन् गुणान् अतिवर्तते इत्यस्य प्रश्नस्य प्रतिवचनम् आह। मां च यो व्यभिचारेण भक्तियोगेन सेवते सगुणां समतीत्यैतां ब्रह्मभूयाय कल्पते। मां च ईश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः कर्मीव अव्यभिचारेण न कदाचित् यो व्यभिचरति भक्तियोगेन। भजनं भक्तिः सैव योगः, तेन भक्तियोगेन सेवते सः गुणं समतीत्य एतान् यथोक्तान् ब्रह्मभूयाय, भवनं भूय ब्रह्मभूयाय, ब्रह्मभवनाय, मोक्षाय कल्पते, समर्थो भवति इत्यर्थः। कुतः एतदिति उच्यते, ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च। ब्रह्मणः परमात्मनः हि यस्म प्रतिष्ठ अहं प्रतिष्ठति अस्मिन्निति प्रतिष्ठ अहं प्रत्यगात्म। कीदृशस्य ब्रह्मणः? अमृतस्य, अविनाशिनः, अव्ययस्य, अविकारिणः, शाश्वतस्य च नित्यस्य, धर्मस्य, धर्मज्ञानस्य, ज्ञानयोगधर्मप्राप्त्यस्य, सुखस्य, आनन्दरूपस्य, ऐकान्तिकस्य, अव्यभिचारिणः, अमृतादिस्वभावस्य, परमानन्दरूपस्य, परमात्मनः प्रत्यगात्मा प्रतिष्ठ। सम्यग्ज्ञानेन परमात्मतया निश्चीयते। तदेतन् ब्रह्मभूयाय कल्पते इति उक्तम्। यया च ईश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्मप्रतिष्ठते प्रवर्तते सा शक्तिः ब्रह्म एव शक्तिशक्तिमतोः अनन्यत्वादित्यभिप्रायः। अथवा ब्रह्मशब्दवाच्यत्वसविकल्पकं ब्रह्म, तस्य ब्रह्मणो निर्विकल्पकः अहमेव नान्यः प्रतिष्ठाश्रयः। किं विशिष्टस्य? अमृतस्य, अमरणधर्मकस्य, अव्ययस्य, व्ययरहितस्य। किञ्च शाश्वतस्य च, नित्यस्य, धर्मस्य, ज्ञाननिष्ठालक्षणस्य, सुखस्य, तज्जनितस्य, ऐकान्तिकस्य, एकान्तनियतस्य च प्रतिष्ठा अहम् इति वर्तते। इति श्रीमद्भगवद्गीताभाष्ये चतुर्दशोऽध्यायः।